सहनावतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्तिः शान्तिः शान्तिः ॐ श्रीगणेशाय नमः ॐ श्रीसरस्वत्यै नमः ॐ श्रीगुरुभ्यो नमः त्रिमुनिवन्दन एनाक्षरसमाहायम् अधिगम्य महेश्वरात् कृत्तं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनीं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्। स्वागतम्। नमस्ते भगिनि। आरम्भं कुर्मः। किमपि शङ्का अस्ति, समस्या अस्ति न वक्तव्यं हा? अस्ति चेत् वक्तव्यम्। ओके, इदानीं कः उत्तरं दास्यति तस्मिन् विषये पश्यामि। हा, ओके, क्विक् रिविजन्। जया, क्रियापदे कति भागाः सन्ति? धातु, विकरण, तिङ्गन्त, तिङ्प्रत्यय इत्युक्ते भागत्रयं, भागत्रयं अस्ति। ओके, धातु विकरणप्रत्ययः तदनन्तरं तिङ्प्रत्ययः। ओके, पद्मजा, पाणिनि धातुना विभजनं कृतवान्, तदर्थं किं कृतवान्? पाणिनि किं विभजनं कथं कृतवान्? दशगण विकरणप्रत्यय द्वारा, आधारेण, आधारेण। ओके, तदनन्तरम् इतोपि एकमस्ति, पल्लवी, नामकरणं कथं कृतवान्? गणस्य, प्रतिगणस्य दशगणाः सन्ति, धातु यद् आसीत् अस्ति तस्य आधारेण गणस्य नाम भवति, गणस्य नाम आधारेण। अनन्तरम् इतोपि किम् अस्ति, वयं प्रथमगणविषये सम्पूर्णतया दृष्टवन्तः, द्वितीय तृतीय अपि सम्पूर्णतया दृष्टवन्तः। ओके, का कः कः अस्ति? अरे, अन्यनामानि आगतानि। ओके, अहम् अग्रे गच्छामि इदानीं। पूर्णिमा, प्रथमगणस्य विकरणप्रत्ययः कः? पूर्णिमा, शप् शप् शप् लुप् शप् शाप् भवति, प्रत्ययः शप्। उपयोगभागः किम्? लोप भवति, आ एव तिष्ठति, आ एव तिष्ठति इत्युक्ते अवशिष्टभागः यत् वयम् उपयोगं कुर्मः तत् केवलम् आ, अन्यभागाः किमपि कारणेन गच्छन्ति, कुत्रापि गच्छन्ति। प्रीति, द्वितीयगणस्य वैशिष्ट्यं किम्? विकरणप्रत्ययः नास्ति, शप् इत्यस्य लुक् लोपः भवति। हा, शप् इत्यस्य लुक् भवति इत्युक्ते तस्य नामकरणं लुक् इति कृत्वा तस्य लोपकार्यं भवति। ओके, अतः अन्तिमभागे विकरणप्रत्ययस्य उपयोगमेव न भवति. ओके, इदानीं सविता, तृतीयगणस्य वैशिष्ट्यं किम्? सर्वे द्वित्वं भवति, ऐ मीन् सर्वे लक्षणं द्वित्वं भवति धातोः. उदाहरणं दाति नो, ऐ एम् अनेबल् टु टेल् इन् सान्स्क्रित्, ऐ टेल् इन् इङ्ग्लिश्. द शप् प्रत्यय इट् इस् लोपः भवति, सो द विकरणप्रत्यय इस् नाट् देर्. द फस्ट् धात् लेटर् विल् बि रिपीटेड् ट्वैस्. सो फार् एक्साम्पल् द्रा इस् इट् विल् बि द्रा दाति. सो एण्ड् द फस्ट् धातु इस् हू. सो हू इस् लेटर् आन् वि विल् बि सीङ्ग् वै हू इस् बिकमिङ्ग् जू, बट् instead of ha ha see it will be ju hoti, like that it will be converted. So the first one will be having the dvitvam. Ha, dvitvam to bhavati eva. Ha, ha, parintu prathama bhagasya kinchit parivartanam api bhavati. Okay, and there will be no vikarna pratyaya. Ha, विकरणप्रत्ययस्य लोपः भवति, लोपः भवति, परन्तु धातोः द्वित्वं कथं भवति? साक्षात् द्वित्वं न दृश्यते, परिवर्तनं भवति. इति धातुः अस्ति, परन्तु यदा ददाति अहं पश्यामि, तत्र दा द्विवारं न पश्यामि. भी इति अस्ति धातु, द्विवारं भी न पश्यामि, किञ्चित् परिवर्तनं तु भवति प्रथमभागस्य. द्वितीयभागस्य अन्यरीत्या किं परिवर्तनं भवति, तस्य कारणमपि भिन्नः भवति. ओके, वयं चतुर्थगणविषये दृष्टवन्तः. कस्याः पर्याय सरस्वती चतुर्थगणं दृष्टवन्तः? आं भगिनि. ओके, किञ्चित् स्पष्टीकरणं करोतु भवती किम् चतुर्थगणस्य विकरणप्रत्यय ष्यन्न यकार अस्ति. किञ्चित् ध्यानेन वदतु, यकार केवलं यकारः अस्ति वा? यकार या या या अस्ति, नाट् यकार, या विकरणप्रत्यय ष्यन् अथवा या प्रत्ययः इत्युक्ते किं ओरिजिनल् प्रत्ययः शन्, परन्तु अस्माकं कृते तु केवलं य उपयोगी भागः अस्ति. ओके, डैरेक्ट् तस्य योजनं भवति वा किमपि कृत्वा योजनं भवति? सिम्पल् डैरेक्ट् भगिनि, नो फार् मि, जस्ट् धातु विकरणप्रत्यय तिङन्त नश् य ति नश्यति. अन्यपि किञ्चित् परिशीलनं करोतु, कुत्रापि किमपि परिवर्तनम् अभवत् वा न? अट्लीस्ट् एक्साम्पल् नृत्यति, कुप्यति, क्रुध्यति, तुष्तुष्यति, मन्यते, आत्मनेपदि, सो विद्यते. जस्ट् नौ योजयित्वा किं प्रत्ययः अपि किं योजयामः, तदनन्तरं सम्पूर्णपदस्य निर्माणं भवति. इदानीं पञ्चमगणस्य नाम स्वादिगणः, कस्याः पर्याय सर्वमङ्गला. पञ्चमगणविषये वयं पठितवन्तः वा इतोपि पठनीयं? वदतु प्रथमं. पठितवन्तः. ओके ओके, पठितवन्तः चेत् वदतु. विकरणप्रत्ययः श्नु नु भवति, तदनन्तरं नो अवशिष्यति. नु एतस्य परिवर्तनं नो उपयोगभागः नो. अतः तदपि साक्षात् तस्य योजनं भवति वा परिवर्तनं भवति कुत्रापि? साक्षात् एव भवति. साक्षात् आप्नोति शक्नोति धूनोति धूनोति कुत्रापि परिवर्तनं न दृश्यते. इदानीं किं कुर्मः? अत्र किञ्चित् भिन्नमस्ति. सर्वमङ्गलशोभना अस्ति? अस्ति भगिनी, अस्मि अत्र. ओके, इदानीं षष्टमगणस्य तुदादिगणस्य प्रत्ययः किम्? षष्ठगण तुदादिगणः विकरणप्रत्ययः अभवति. हा, श अस्ति. श अस्ति. अ इति अवशिष्टभागः वयम् उपयोगं कुर्मः. ओके, ओके. इदानीं पश्यतु, साक्षात् मेलनं भवति, मेलनं भवति, साक्षात् मेलनं, साक्षात् मेलनं भवति, साक्षात् मेलनं भवति, परिवर्तनं न भवति. हा, ओके. इदानीम् अ इति यत् अवशिष्टभागः अस्ति, अन्य कुत्रापि अपि अवशिष्टभागः दृश्यते वा? आं भगिनि, प्रथमगणे. अतः किञ्चित् क्लेशः. कथं वयं जानीमः? पदं दृष्ट्वा, क्रियापदं दृष्ट्वा प्रथमगणीय अस्ति वा षष्टमगणीय अस्ति, कथं वयं निर्णयं कुर्मः? कुत्र कुत्र किमपि भिन्नं दृश्यते वा? प्रथमगणे किञ्चित् शोच् भवति. षष्टमगणे तु उकारस्य तु अत्र किमपि उदाहरणे न दत्तमस्ति. ओके, वयं स्वीकुर्मः चेत् कम्पेरिसन् कृते किमपि अस्माकं हस्ते नास्ति. अन्यत्र पश्यतु, जयति. जयति तत्र किमस्ति? जी जयति. तस्य जयति इति भवति. अत्र किमस्ति? अत्र ओके, दिस् इस् षष्ठगण. अत्र मिल मिलति, लिख लिखति, क्षिप् क्षिपति, कृष् कृषति. कृष् कृतम् आगच्छतु इदानीं. कृष् भागे मागच्छतु. इ अस्ति न? आम् आम् आम् आम्. अत्र इ अस्ति, जी धातोः अपि इ अस्ति. ओके, जि इति अत्रापि अस्ति, अत्रापि जि इ अस्ति. परन्तु भिन्नता कुत्र अस्ति? अत्र केवलं मी नास्ति, अत्र मिल् इति अस्ति. एकं द्वितीयं किम्? लिख कृष कर्षति एण्ड् कृष कृषति. एतत् न भागे इदानीं मा गच्छतु. केवलम् इकारस्य परिशीलनं कुर्मः, तदनन्तरम् अन्यत्र. आम्, ओके. हा, सो एकं तु अस्ति जि जयति, अतः इकारस्य परिवर्तनम् अभवत्. अत्र मिल् अस्ति, अत्र परिवर्तनं न अभवत्, इकारस्य परिवर्तनं न अभवत्. अनन्तरम् ओके, अतः इकारः अस्ति चेत् किञ्चित् परिवर्तनं भवति, इत्युक्ते वादिगणीय धातोः. परन्तु तुदादिगणीयधातोः तु परिवर्तनम् इकारस्य न भवति. अन्यत् दृश्यते कृष् इति अस्ति, अत्र किम् अस्ति, ऋ अस्ति न, ऋ अस्ति, अत्रापि ऋकारस्य किमपि अस्ति वा? वादिगणीय दाते वृत् हरति, हरति हरति, अत्र परिवर्तनम् अभवत् सत्यं, परन्तु सुदादिगणे कृ कृष् अस्ति, कृष् अति अकारस्य योजनं साक्षात् तदनन्तरं तिङन्तप्रत्ययः. ओके, यावत्पर्यन्तम् अवगतं सर्वे? ओके, प्रश्नाः सन्ति अन्येषां कृते? अग्रे गच्छामः. ओके ओके, इदानीं रुदादिगणविषये वयं किमपि दृष्टवन्तः वा कर्तव्यम् इदानीं? हा, कर्तव्यं भगिनि, कर्तव्यम्. ओके, एतत् इत्युक्ते एतत् नूतनम् अस्ति. हा, सप्तमगणस्य पर्यन्तं वयं कुर्वन्तः. किञ्चित् उच्चैः वदतु, वयं किं कृतवन्तः? सप्तमगणपर्यन्तं वयं कृतवन्तः भगिनि. हा, परन्तु सर्वम् अवगतम्? न जानामि. सप्तमगणविषये सर्वम् अवगतम्? सविता, रिविजन् रिविजन् तु चतुर्थगण पर्यन्तं गतवारे वयं कुर्वन्तः. रिविजन् ओके, रिविजन् गतवा अवसरे चतुर्थगणपर्यन्तं कृतवन्तः. अद्य पञ्चम षष्ठ अपि दृष्टवन्तः, किमपि क्लेशः तु न दृश्यते. इदानीं सप्तमगणं पश्यामः. ओके, प्रश्नः अस्ति वा? न, श्रीधर् भट् अस्ति. ओके, इदानीं पश्यतु, पठतु. ओके, प्रथमं पठतु, अनन्तरं पश्यामः. सप्तमगणः रुदादिः सप्तमः गणः रुद् इत्यादयः धातवः रुणद्धि इत्यादीनि क्रियापदानि. विकरणप्रत्ययः स्नम् न, उदाहरण एतस्य न इति अवशिष्टभागः वयम् उपयोगः. ओके, उदाहरणं पश्यतु. उदाहरण चिद् चिनत्ति, कृणत्ति, दिनत्ति, भुज् भुनत्ति, भुङ्क्ते, युज्. ओके, रूपद्वयमस्ति तत्र. युनक्ति. ओके, भवान् किं नोट् करोति? अत्र किमपि साक्षात् योजनं भवति? साक्षात् योजनं भवति, विकरणप्रत्ययस्य न अवशिष्यते. एकनिमिषं, हा छिद् न धातु अस्माकं छिद् छिद् धातु. हा एतस्य परिवर्तनं किं भवति? छिनत्ति. छिनत्ति, ओके. छिनत्ति, ओके. अत्र अस्माकं विकरणप्रत्ययः कः? विकरणप्रत्ययः णम्. न इत्युक्ते न वयं योजयामः, ओके. सामान्यतया विकरणप्रत्ययस्य योजनं कुत्र भवति? यावत्पर्यन्तं यत् वयं दृष्टवन्तः, ओके, गण किं षट् गणाः वयं दृष्टवन्तः, ओके. सामान्यतया विकरणप्रत्ययस्य योजनं कुत्र भवति? धातु और तिङ्प्रत्यय मध्ये भवति. हा, धातु तिङ्प्रत्ययः मध्ये भवति, ओके. अत्र धातु किम् अस्ति? छिद्. धातु छिद्, छिद्, ओके. तिङ्प्रत्ययः किम् अस्ति? टि. टि, हा, ओके. इत्युक्ते अस्माकं न अत्र आगन्तव्यम्. सत्यं? सत्यं. छिद्नति भवितव्यं, परन्तु उपरि पश्यतु, छिनत्ति इति अभवत्. ओके, अतः भिन्नता कुत्र अस्ति? धातु, धातुरूपं डकार, डकार धातुपदस्य दकार इत्युक्ते, हा वदतु वदतु. हि, ओके, तदनन्तरं दकारः आगच्छति वा? विकरणप्रत्ययः. तदनन्तरं विकरणप्रत्ययः, तदनन्तरम् अवशिष्टभागः अस्माकं धातोः इत्युक्ते द दकारः, तदनन्तरं सि. अनन्तरं किं भवति? सन्धिकार्यं कृत्वा अन्तिमरूपं छिनत्ति इति भवति. ओके, अवगतम्? अवगतम्. छि न द सि, ओके, ओके. अत्र पश्यन्तु सर्वे, छिनत्ति एतस्य दकारस्य किं तकारे परिवर्तनम् अभवत्, तत्तु सन्धिकार्यमस्ति. ये सन्धिविषयं पठितवन्तः ते कदाचित् ज्ञास्यन्ति, अन्यथा दकारस्य तकारे परिवर्तनम् अभवत्, ओके. अतः डबल् त अत्र आगतम्, ओके. यावत्पर्यन्तम् अवगतम्? स्पष्टम्? स्पष्टम्. ओके, इदानीं किं कुर्मः? अग्रिम उदाहरणं पश्यामः. किमस्ति? सुनन्दा, सुनन्दा, हा, अग्रिम उदाहरणं पश्यामः, एवमेव कुर्मः. अग्रिम उदाहरणं किम्? अग्रिम उदाहरण अयया न दृ न श्रो श्रोतुं शक्नोमि, उच्चैः वदतु. ऋद् धातु अनन्तरं तृणति तृणति ओके लिखामि ऋद् ऋद् धातु तस्य तस्य भवति न वर्ण पश्यामः तृणति ओके तृ तृणति ओके विकरणप्रत्ययः न ओके इदानीं विभजनं करोतु विभजनं तृ तृ अस्ति तृ अस्ति तदनन्तरं न आगच्छति अनन्तरं द आगच्छति अनन्तरं द दकारः अर्थात् द न तदनन्तरं ति प्रत्ययः ति ओके अत्रापि नकारस्य परिवर्तनं किमर्थम् अभवत् स्मरणे अस्ति वा सन्धिकार्यविषये ओ मै गाड् कुत्र कुत्र गतवती सुगन्धा सर्वे म्यूट् कुर्वन्तु सुनन्दा हा वदतु इदानीं हा तृ अधिकं न इत्युक्ते तृ द एतस्य मध्ये आगच्छति अस्माकं विकरणप्रत्ययः ओके अस्मिन् गणे विकरणप्रत्ययः अन्तिमभागे न आगच्छति किम् उपधा इति एकं शब्द एकः शब्दः अस्ति इत्युक्ते सेकेण्ड् लास्ट् ओके अतः द्वयोः मध्ये तस्य योजनं भवति अवगतम् इदानीं हा इदानीं मम प्रश्नः किञ्चित् सन्धिकार्यविषये अस्ति हा नकारस्य णकारे किमर्थं परिवर्तनम् अभवत् नकारस्य अणपरिवर्तनभवति तृण तृण तृण सरस्वती श्रूयते वा न श्रूयते भगिनि आं भगिनि सा वदति नकारस्य स्थाने नकारः आगच्छति इति हा आगच्छति तत्र वयं दृष्टवन्तः मम प्रश्नः किमर्थम् तस्याः उत्तरं तत्र अस्ति नकारः अस्ति तस्य निमित्तकारणेन नकारः अरे मा त्यारी मा वदतु हा साक्षात् वदतु सुनन्दा भवत्याः उत्तरं किम् अहं न जानामि भगिनि भगिनि रेफ अनन्तरं नकारः सा वदति न जानामि इति नास्ति ओके यदा अहम् आह्वयामि वदतु ऋकारः भवति भगिनि नकारः प्रथमः ऋकारः भवति तत् कारणेन तत् एव निमित्तकारणेन णकारः नत्वं भवति हा आदिमभागे ऋ अस्ति हा ऋ अनन्तरं न आगच्छति अतः तस्य कारणेन अन्य के वर्णाः सन्ति सुशीला हा अन्य के वर्णाः सन्ति षण्मुखशकारः रकारः रेफः ऋकारः मूर्धन्यषकारः तदनन्तरं पदान्न आगच्छति नकारस्य णकारे परिवर्तनं भवति. एतदस्ति अस्माकं गुणः. ओके आं भगिनि. अन्य किं हा तदनन्तरं दकारस्य तकारे परिवर्तनं भूत्वा डबल् त भवति. ओके सुशीला अग्रे अपि पश्यतु. सन् नै एकनिमिषम्. ओ ओहो मम भुज् भुनक्ति. हा अत्र तु इकारस्य भागः अस्ति. किमपि परिवर्तनम् न अभवत्. भुज् भुनक्ति ओके अथवा भुङ्क्ते एतस्य विषयं तु अग्रिम अग्रे पश्यामः. युज् युनक्ति ओके ओके सुशीला युज् विषये किञ्चित् परिशीलनं करोतु. युज् युज् युज् अनन्तरं युनक्ति भवति एतस्य यु नक् ति. युज् युज् विकर्णप्रत्ययः नकारः. युज् अनन्तरं नकार वा यु नकारः. यु अनन्तरं नकार न सम्पूर्ण न तदनन्तरं तदनन्तरं अवशिष्टभागः किम् इक् इक् न अस्माकं हस्ते अवशिष्टभागः किं युज् इति धातु अस्ति. यु वयं स्वीकृतवन्तः तदनन्तरं नकारः भवति. जकारः अवशिष्टभागः अस्ति. तदनन्तरं तदनन्तरं तिङ्प्रत्ययः अन्तिमे तिङ्प्रत्ययः नकारः मध्ये इक्ति भवति. सम्यक् न जानामि भवती. न उपरि पश्यतु. यदा वयं छिद् विषये पश्यामः छिद् न ति परन्तु न कुत्र आगच्छति. छिद् अनन्तरं न आगच्छति. छिद् इति एतस्य भागद्वयं कृत्वा छि अनन्तरं न अनन्तरं द. ओके यावत्पर्यन्तम् अवगतं तदेव अत्र युज् इति अस्ति. युज् अस्ति. ओके अतः एतस्य भागद्वयं कुर्मः चेत् किं भवति. यु अनन्तरं ज द्वयोः मध्ये न आगच्छति अस्माकं किम् अस्माकं विकरणप्रत्यये. अनन्तरं यत् ति वयं योजयामः तत् किमर्थम् न न अधिकं ज इति जास्थाने प्रथमककारः भवति. एकनिमिषम् एकनिमिषं प्रथमकार्यं वयं किं कुर्मः. अस्माकं भिन्नभिन्नभागाः योजयामः. ओके किं किम् अस्ति. मम हस्ते युज् इति धातुः अस्ति. मम हस्ते न इति विकरणप्रत्ययः अस्ति. मम हस्ते ति इति तिङ्प्रत्ययः अस्ति. केवलं यत् विकरणप्रत्ययः अस्मिन् गणे अस्ति न एतस्य स्थानं कुत्र भवति. धातोः मध्ये भवति. अतः यद् धातु अस्माकं हस्ते अस्ति तस्य अन्तिमभागस्य विभजनम् इत्युक्ते पार्श्वे स्थापयित्वा विकरणप्रत्ययस्य योजनं कुर्मः. पश्यतु छिद् अस्ति. एतस्य भागद्वयं कृतवन्तः छि अधिकं द मध्ये न स्थापितवन्तः तृद् अस्ति तृ अधिकं द तृ अधिकं द मध्ये नकारः न स्थापितवन्तः तदेव अत्रापि कर्तव्यं न यु अधिकं ज मध्ये न स्थापनीयम् अनन्तरम् अस्माकं तिङ् प्रत्ययः योजनीयं पश्यतु तत् सर्वत्र तदेव वयं कृतवन्तः अनन्तरमेव सन्धिकार्यविषये वयं पश्यामः हा जकारस्य यू न तत्र तु समस्या नास्ति परन्तु अत्र ज जकार ति अस्ति हा जकार तकार तत्र सन्धिकार्यं भूत्वा जकारस्य ककारे परिवर्तनम् अभवत् यू नोक्ति इति ओके तत्र कन्फ्यूषन् मा करोतु न कुत्र स्थापनीयं तस्य चिन्तनम् अनन्तरं तिङ्प्रत्ययस्य योजनं तदनन्तरं सन्धिकार्यविषये परिशीलनं कर्तव्यम् ओके आं भगिनि धन्यवादः कथं इदानीं कुत्र गन्तव्यम् अतः एतस्य समाधानम् अभवत् किमपि प्रश्नः सम्यक् अभवत् ओके अन्यत्र अन्येषां कृते पृच्छामि भगिनी भवती उक्तवती उपधा वाट् डस् इट् मीन् हा उपधा विषये वयम् अग्रे पश्यामः इट् इस् सेकेण्ड् क्लास् धन्यवादः ट्रान्स्लेशन् एवं भवति अन्तिम अस्ति न कुत्र अहं पश्यामि अग्रे आगच्छति तस्य विषये ओके अस्तु धन्यवादः युज् इति स्वीकरोमि हा ज अन्तिम वर्णः अस्ति हा यदा अहं युनज् स्वीकरोमि हा अत्र जकारस्य पूर्वं न आगच्छति अतः एतस्य दिस् पोजिशन् एतस्य नाम अस्ति उपधा ओके किञ्चित् किञ्चित् अवगमनम् अभवत् ओके सो जकार इस् जकार इस् उपधा न जकार अन्तिमवर्णः जकार आगच्छति तदस्ति उपधा स्थानम् उपधा इत्युक्ते स्थानम् अस्ति एक्साम्पल् यु हाव् द वर्ड् केट् ओके सिएटि केट् तत्र अन्तिम अक्षरम् अस्ति ओके तत्पूर्वं किम् अस्ति सिएटि केट् ए अस्ति एतस्य पोसिशन् अस्ति उपधा अस्तु अस्तु अस्तु सो वाट् एवर् मध्ये तिष्ठति तत् उपधा वा न एवं न वदतु मध्ये न उपधा इत्युक्ते लास्ट् अक्षरम् अस्तु लास्ट् न लास्ट् पूर्वं वाट् एवर् ओ लास्ट् पूर्वम् आम् लास्ट् पूर्वम् अवगतवती धन्यवादः भगिनी तस्मिन् विषये तु अग्रे अपि वयं पठिष्यामः ओके अस्तु धन्यवादः इदानीं भवत्याः एव पर्यायः ओके अग्रे गच्छतु हा ओके रुधादिविषये किमपि अन्यप्रश्नः अस्ति वा न ओके अग्रे गच्छामि उर्मिला तनादिविषये अष्टमगणः तनादि अष्टमगणः तन् इत्यादयः धातवः तनोति इत्यादीनि क्रियापदानि विकरणप्रत्ययः उ ओकारः भवति, उकारस्य ओकारः भवति, तत् उदाहरणं कृ करोति, तृण् तृणोति, कथं खादति, सन् सनोति, कथं ददाति. पर्यायशब्दः दत्तमस्ति तत्र, खादति, सनोति इत्युक्ते ददाति, पर्यायशब्दः. ओके, अत्र किं दृश्यते? कृ करोति. ओके, किञ्चित् स्पष्टीकरणं प्रयत्नं करोतु. कृ उकार भवति, उकारस्य उकार भवति. तृणविषये, तृणविषये शृणोति, शृणोति, तृण तृण योग ओ योगति, तत् सरलमस्ति. विवर्तनं कृत्वा मेलनं शृणोति सम्यक् सरलमस्ति. कृ क्लेश करोति, क्लेशः अस्ति. तत्र किमपि अन्यपरिवर्तनम् अभवत्. एतस्य कर् इति भूत्वा तदनन्तरं करोति इति रूपं सिद्धं भवति. करोति तृण् अथवा स्तन् एतस्य साक्षात् योजनं भवति वा परिवर्तनं कृत्वा योजनं भवति? साक्षात् भवति. तृण् योग ओ योगति, शृणोति. सन् योग ओ योगति, शृणोति. साक्षात् भवति तत्र. साक्षात् अभवत्, तत्र परिवर्तनं न अभवत्, परन्तु कृ विषये तु किञ्चित् भिन्नम् अस्ति. अत्र एकमेव वर्णः अस्ति न कृ. अत्र तु वर्णद्वयम् अस्ति, अत्रापि वर्णद्वयम् अस्ति. अतः कृ विषये तु अनन्तरं पठिष्यामः. ओके, ओके. प्रश्नाः सन्ति? प्रश्नः नास्ति भगिनि. भवत्याः कृते तु नास्ति, अन्ये कोऽपि प्रश्नं प्रष्टुम् इच्छन्ति? ओके, तनादि अपि समाप्तम्. इदानीं क्रयादि. कस्याः पर्यायः? वीणाबेन्. आं महोदय. ओके, पठतु नवमगण. क्रियादि कापि किं क्रियादि हलन्त क हलन्तर अनन्तरं य क्रियादि गणः नवमः गणः. क्रि इत्यादयः धातवः. क्रीणाति इत्यादीनि क्रियापदानि. विकरणप्रत्ययः श्ना. श्ना अवशिष्यते. न अवशिष्यते. उदाहरण गृह्णाति. न, एकनिमिषं, किञ्चित् उच्चारण समाधानं कर्तव्यम्. अत्र गृह्णाति, अत्र ग्रह् अस्ति. ग्रह् ऋण ग्रह् अस्ति, परन्तु क्रियापदं तु ऋ स्वीकरोति, गृह्णाति. ओके, ग्रह् गृह्णाति. सम्यक्. ग्रह् गृह्णाति. ज्ञा जानाति. अश् अश्नाति. खादति. ब्रु ब्रुणाति. बन्द् बध्नाति. चि चीनाति. एकनिमिषं हा, तत्र बन्ध् इति लिखितम् अस्ति, अनन्तरं तु बध्नाति इति अभवत्. ओके, अनन्तरं शी चीनाति, चीनाति. ओके, न विषये किं भवती पश्यति अत्र? धातोः परः, परः न आगच्छति, न आगच्छति अत्र, न विकरणप्रत्ययः न. Bhagini, are you showing the word document? Are you typing in the word document? No. Okay. Atra to karapatram eva vayam pashyamaha. Okay. Word document anantaram aham karishyami. Yada kashtam asti tada eva word document aham karomi. Oh, dhanyavada. Atra na iti? Vikaran pratyaya. विनाबेन् न इति अस्ति, अस्माकं हस्ते न विक्रणप्रत्ययः अस्ति. एतत् साक्षात् योजयामः, कुत्र योजयामः? कारणं पूर्वं वयं दृष्टवन्तः न, मध्ये अपि आगच्छति इति. धातोः परिवर्तनं भवति वा न? प्रत्ययः मध्ये धातु प्रत्ययः, किं प्रत्ययः? तिङ् प्रत्ययः. नापि प्रत्ययः एव अस्ति न, धातु अस्ति, नापि प्रत्ययः अस्ति, तिङ् अपि प्रत्ययः अस्ति. इदानीं वदतु, तिङ् प्रत्ययः पूर्वं, तिङ् प्रत्ययः, तिङ् प्रत्ययात् पूर्वं विकरणप्रत्ययः आगच्छति. इदानीं किञ्चित् परिशीलनं करोतु. यदा अहं गृह् इति पश्यामि, अत्र गृह्णाति न नास्ति, अत्र ज्ञा अस्ति, जानाति अत्र तु न अस्ति, अश् अश्नाति अत्रापि न अस्ति, परन्तु वृ वृणाति अत्र नास्ति वा? न भगिनि, तदा णत्वं भवति, णत्वं, णत्वं भवति. ओके, अत्र यत्र कुत्रापि न आगच्छति, न आगच्छति वा न आगच्छति, अन्यत्र वयं न दृष्टवन्तः न, रुधादिगणे वयं न दृष्टवन्तः, अत्र क्रादिगणे न इति वयं पश्यामः, परन्तु नकारः अस्ति न, एकं भागं तु नकारः अस्ति, अतः नकारस्य किञ्चित् ध्यानं दातव्यम्. यदा नकारस्य परिवर्तनं कर्तव्यं चेत् करणीयम् एव. ओके, आम्, धन्यवादः. ओके, अत्र किमपि समस्या अस्ति दृश्यते? न, ज्ञा एतस्य जानाति इति भवति, पश्यन्तु, अश् अश्नाति, वृ वृणाति, बद् बध्नाति, अत्रापि परिशीलनं कुर्वन्तु. बन्द् बध्नाति, बन्द् एतत् सी शिनाति, परन्तु गृह् ग्रह् अत्र गृह्णाति, ऋकारे परिवर्तनं. ज्ञा इति अस्ति, ज्ञा इत्युक्ते किम्? ज्ञा धातोः विनाबेन्. आं भगिनि, एकनिमिषं. ज्ञा धातोः, न न, ज्ञा एतस्य, न एतदपि, अरे की काम्बिनेशन् किम् अस्ति अत्र? ओके ओके, एतत् अहं की काम्बिनेशन् विस्मृतवती. ओ सिक्स् सिक्स् ओके, एवमस्ति अस्माकं हस्ते. धातोः इदानीं विभजनं करोतु, वर्णाः के के अत्र घ्न घ्न एकमेव वर्णः नास्ति तत्र एकः वर्णः नास्ति घ्न संयुक्तक्षरमस्ति न विनवेन्द्र किं विस्मृतवती हा जानाति ज्ञा धातोः जानाति इति क्रियापदं क्रियापदपदरूपं भवति ओके परन्तु ज्ञा इति ओके तत्पूर्वं पश्यामि अन्य एकं पश्यामि ओके एकनिमिषं वयं जानीमः क्ष इति अक्षरम् आम् एतस्य विभजनं कर्तुं शक्नुमः ककारः शकारः उत्तरं का ददाति विनवेन् तस्याः पर्यायः अस्ति अन्ये अनन्तरम् ओके सर्वेषां कृते अहं दास्यामि ओके विनवेन् वदतु ककारः शकारः ककारः ओके अनन्तरं किं शकारः शकारः इत्युक्ते श श इति द्वयमस्ति न मूर्धन्य तालव्य अथवा षट्कोण वाला श शशकः वाला श षट्कोण वाला श षट्कोण वाला श ओके ओके षट्कोण वाला श ओके हलन्त हलन्त अत्र अहं क्ष इति सम्पूर्णं लिखितवती अतः अवशिष्टं किमपि अस्ति वा एतदेव क्ष आगच्छति कारः अपि अत्र योजनीयम् ओके ओके अत्र ज्ञा यत् अस्ति एतस्य विभजनं कर्तुं शक्नोति जकार जकार ज न हा जकार अनन्तरं न जानामि भगिनि इति अस्ति आम् आम् अनन्तरम् आ न आ दीर्घमस्ति न ज्ञा इति धातुः अस्ति ओके अवगतम् अवगतवती आं भगिनि ज्ञा धातोः ज उपयोगं कुर्मः जानाति इति कुत्र गच्छति न अहं न जानामि ओके यद्वयम् अत्र दृष्टवन्तः ज्ञा जानाति ओके ज्ञा इति धातुः अस्ति अत्र जकारः अपि अस्ति ञकारः अपि अस्ति आकारः अपि अस्ति परन्तु अन्तिमभागे ञकारस्य किं लोपः भवति वा अदृश्यं भवति यत्किमपि वदामः जानाति इति रूपम् अवशिष्यति ओके अवगतम् अवगतम् अत्र किमस्ति ज्ञा धातु अस्ति तदनन्तरम् अस्माकं हस्ते किं न इति न इति किम् अस्ति करणप्रत्ययः अनन्तरं किम् आगच्छति तिङ् प्रत्ययः तिङ्प्रत्ययस्य ति इति आगच्छति वयं केवलं प्रथमपुरुषः एकवचनरूपं परिशीलनं कुर्मः सर्वत्र न आगच्छति मनसि स्थापयन्तु सर्वत्र ती न आगच्छति, ती केवलं प्रथमपुरुषः एकवचनरूपे, तदपि परस्मैपदी धातवः, आत्मनेपदी अस्ति चेत् ते आगच्छति. अत्र ज्ञा अधिकं न अधिकं ति एतस्य अन्तिमरूपं भवति जा न ति. पश्यन्तु अत्र ज्ञा एतस्य परिवर्तनं तु अभवत्, नाति तत् तदेव अत्र तिष्ठति, अत्र तु परिवर्तनं न अभवत्, ज्ञा भागे परिवर्तनम् अभवत्. ओके, अवगतं सर्वे? प्रश्नः न, प्रश्नः न, प्रश्नः न भवत्याः, न अन्येषां कृते? अवगतं तां कृते न प्रश्नः सम्पूर्णतया अवगतम्? आं धन्यवादः. आं भगिनि. ओके, अवगतं भगिनि, सम्यक् अवगतं. सम्यक् अवगतम्? अरे वाह्, सम्यक्, वेरि इण्टेलिजेण्ट् स्टुडेण्ट्स्. ओके, इदानीम् अन्तिमगणस्य विषये. यु आर् दि ग्रेट् टीचर्. इदानीम् अत्र अहं केवलं सम्यक् पाठयामि. 614-439-0974 कः अस्ति वा का अस्ति? नाम न दृश्यते, नो आन्सर्. ओके, हीरल् अस्ति वा? आं भगिनि. ओके, दशमगणविषये पठतु. आं भगिनि. भगिनि भगिनि, नवमगणे एकः प्रश्नः अस्ति, बन्ध धातोः न चिन्तयतु. ओके ओके, तत्र नकारस्य लोपः भूत्वा बद् भवति, अनन्तरं न इति योजयामः, तत्र तु किमपि अन्यसूत्रम् आगच्छति. ओके ओके ओके. आं भगिनि, चुरादिगणः दशमगणः चुर् इत्यादयः धातवः, चोरयति इत्यादीनि क्रियापदानि, स्वार्थे निष्प्रत्ययः, तदा विक्रयप्रत्ययः शप् अतिष्ठति, अतः आहत्य अय. वदामि भगिनि, भवती ऐ इति उक्तवती न, तत्र नास्ति, यकारस्य अलङ्कनास्ति, सम्पूर्ण अय अय आहत्य अय. उदाहरणं क्षल् क्षालयति, प्रेष् प्रेषयति, कथ् कथयति, कर् गणयति, चिन् चिन्तयति, भक्ष् भक्षयति. अत्र विक्रयप्रत्यय अय इति एकम् अस्ति, प्रत्ययद्वयमस्ति अत्र, तदनन्तरम् अस्माकं तप् अस्ति. आं भगिनि, एतस्य किं भवति, एतदहं ब्राकेट् मध्ये स्थापयामि, किमर्थं करणम् एतस्य सम्पूर्णरूपं वयं न स्वीकुर्मः, केवलम् अ इति स्वीकुर्मः. सत्यम्? आं भगिनि, अत्र किमस्ति, इति प्रत्ययः अत्र प्रत्ययद्वयमस्ति, परन्तु शप् अहं किमर्थं ब्राकेट् मध्ये स्थापितवती? सम्पूर्णं शप् वयं न स्वीकुर्मः, केवलम् अकारस्य स्वीकरणं भवति. इदानीं किं पठति, पठितवती न पठति अत्र लेखने किमुक्तं? स्वार्थे नीच् प्रत्ययः, यदा विक्रणप्रत्ययः शप् इति वयं आहत्य, आहत्य इत्युक्ते आहत्य इत्युक्ते किम्? आहत्य इत्युक्ते हौ टु प्रोनौन्स् इट् हौ टु काल् देट् टोटल् आङ्ग्लभाषायां टोटल् इति अस्ति. वयं कुर्मः, वयं क्रीडामः न, क्रीडनम् अस्माकं वर्णेन सह, वर्णैः सह, कारणं बहवः सन्ति. अत्र एकमस्ति एकमस्ति शाप्, एतस्य अकारः एव कुर्मः. अनन्तरं किं भवति? एतस्य आय इति अवशिष्टभागः अथवा योजयितभागः. ओके, अवगतम्? यावत्पर्यन्तम् अवगतम्? इदानीं परिशीलनं करोतु. किमस्ति अस्माकं हस्ते? चल् चल् इति चल् भाति. ओके, अनन्तरं ओ चल् धातु अस्ति, तदनन्तरं वयं किं योजयामः? चालयति, चालयति तत्र अन्तिम चल् अय न अय अय तदनन्तरं विक्रणप्रत्ययः, विक्रणप्रत्ययस्य भागः तु अय अस्ति. तदनन्तरं प्रत्ययः तत् किं सर्वं पुस्तकं वा? विक्रणप्रत्ययः अय अय कारणं मिच् अधिकं तत् मिच् इस् ईक्वल् टु अय. ओके, कार्यं भवति मिच् भागे तु किं किमपि कार्यं भवति, शप् भागे यत् कार्यं भवति तत्तु वयं जानीमः, अ एव अवशिष्यते. अतः अधिकम् अ इस् ईक्वल् टु अय एवम् अस्माकं इक्वेशन् भवति. ओके, गणस्य कृते ओके अवगतं सर्वे? यावत्पर्यन्तं भगिनि न अवगतं, भगिनि क्षम्यतां. निच् अधिकं शप् विषये किञ्चित् काठिन्यं भवति. तदनन्तरम् अन्य किं न यत् वयं पठितवन्तः तत्रापि किञ्चित् काठिन्यं भवति. कुत्र? रुदादिगण अत्रापि किञ्चित् काठिन्यं भवति, कारणं विकरणप्रत्ययस्य स्थानं भिन्नम् अस्ति. अत्र विकरणप्रत्ययस्य किं रूपमेव परिवर्तितं भवति. ओके, कारणं किं कुर्वन्ति? अस्माकं पाणिनिमहोदय किं वदति? निच् प्लस् शप्. ओके, निच् प्लस् शप् इस् ईक्वल् टु ऐ, एवं सः फार्मुला दत्तवान्. ओके ओके, कथं वयं प्राप्नुमः एतस्य विषये अग्रे एव सूत्राणि यस्मिन् समये वयं पठिष्यामः तदा एव तस्य ज्ञानं भविष्यति. ओके, इदानीं वयं किं जानीमः, निच् अधिकं शप् यदा आगच्छति, शप् एतस्य केवलम् अवयं स्वीकुर्मः. अत्र अय यत् अस्ति, अत्र पश्यन्तु, हा अय अत्र अ अस्ति, यकारः अस्ति, अकारः पुनः अ अस्ति, अतः एच अ यद् अस्ति तत्तु अत्र आगतम्, परन्तु निच् स्थाने अ अधिकं यकार यद् आगतं तस्मिन् विषये वयं न जानीमः इदानीम्. अनन्तरं ज्ञास्यामः, चिन्ता मास्तु. इदानीं वयं तदेव पृष्टवती, निच् ऐ भवति, शप् आ भवति, ऐ प्लस् अय भवति. मम संशयं तदेव, ऐ प्लस् अय अय अस्तु अस्तु भगिनि, इदानीं अवगतम् अवगतं, निच् अवगतं भगिनि, धन्यवादः. अकार यकार ओके, अस्माकम् अय आगच्छति न, तदेव संशयमस्ति मम, इदानीम् अवगतं भगिनि, धन्यवादः भगिनि. परन्तु प्रथमे वयं निच् एव वक्तव्यं वा, निच् प्लस् शप् इति वक्तव्यं न, निच् प्लस् शप्, पश्यतु अत्र हा किं लिखितमस्ति, हा स्वार्थे प्रत्ययः तदा विकरणप्रत्ययः शप्, शप् एकत्र यद् भागं स्वीकरणीयं तत् केवलम् अ अस्ति. ओके, तत्तु वयं जानीमः, आदिगणस्य आरम्भे एवं वयं दृष्टवन्तः, शप् यद् अस्ति तस्य केवलम् अ इति अवशिष्टभागः वयं स्वीकुर्मः. ओके, अतः शप् यदा कदापि आगच्छति तस्य अवशिष्टभागः अ एव भवति. ओके, कारणम् अन् सूत्राणि सन्ति, पकारस्य लोपः भवति, शकारस्य लोपः भवति, पकारशकारयोः लोप कृत्वा अकारः अवशिष्टभागः भवति. यदा वयं पश्यामः शप् इति अत्र किं किम् अस्ति, हा शप् यदा अहं लिखामि, हा का उक्तवती इदानीं, हा शकारः लोपः, न लोपकार्यं इदानीं लोपकार्यं मा करोतु, विभजनकार्यं करोतु, का उक्तवती शकारः पकारः, हा सुशीला न शकारः, शकारः अनन्तरं पकारः, पकारः श्व इति वदामि वा शप् इति वदामि, अनन्तरमेव पकारः आगच्छति. ओके, अतः वयं किं स्वीकुर्मः, केवलम् एषः भागः वयं स्वीकुर्मः, शकारः पकारः त्यजति, अकारः एव स्वीकरोमि, यत् किमपि कारणेन, सूत्रमस्ति महोदय, तु सर्वत्र यत्किमपि स्थापनीयं स्थापितवान्. ओके, तत्र शप् इति यदस्ति तस्य तत्र यदा अहं वर्णविभजनं करोमि, श अ प इति वर्णत्रयमस्ति मम हस्ते. ओके, वर्णत्रयस्य केवलम् एकः वर्णः अहं स्वीकरोमि. ओके, अस्तु अस्तु भगिनि, शप् इति युक्ते त्रयः वर्णाः अस्ति, शकारः अकारः पकारः, वयं शकारः पकारः त्यजाति, अकारः एव स्वीकरोति, तस्यैव विकरणप्रत्ययस्य, तदेव विकरणप्रत्ययस्य अवशिष्टभागं उपयोगी भागम् इति स्वीकुर्मः. ओके, अस्तु अस्तु भगिनि. ओके, अग्रे गच्छामि. इदानीं हिरल् शल् अय ति अन्तिमरूपं किं वयं पश्यामः? क्षालयति. ओ ओके, अत्र किम् अभवत्? अत्र क्ष व्यञ्जनम् आगच्छति. अत्र च यत् अस्ति तस्य दीर्घं भवति कारणेन. हा, दीर्घं भवति इति कारणेन. केवलं वर्णमेलनं नकार अकार सम्पूर्णं व्यञ्जनं. अस्मिन् भागे किमपि परिवर्तनं न अभवत्. केवलं च यदस्ति अत्र दीर्घं च. आम्, द्वितीयं पश्यतु. प्रेष प्रेषयति. प्रेष अभवत् तत्र तत्र प्रेषयति. तत्र प्रेष प्रे अनन्तरं क्ष षकारः मध्ये अ न आगच्छति. न आगच्छति सत्यं. परन्तु अय यत् अस्ति तत् साक्षात् उपयोगं कृष् अधिकं अधिकं. आम् आं भगिनि, कथयति कथयति अपि तत् अधिकम् अय अधिकं पि भवति. अत्र परिवर्तनम् अभवत्? न भगिनि, सेम् गण अधिकम् अय अधिकं पि भवति. अत्रापि चिन्तयति अपि समानं. भक्षयति अपि केवलं क्षल् क्षल् तत्र परिवर्तनं भवति. केवलं क्षल् विषये परिवर्तनम् अभवत्. क्षलयति न अभवत्, क्षालयति. क्षालयति भवत् अय योजयित्वा किं प्रक्रियम् अनन्तरं क्रियापदरूपं वयं प्राप्नुमः. तावत्पर्यन्तं किमपि प्रश्नाः सन्ति? कारणं न भगिनि, करपत्रं वयं समापितवन्तः. यावत्पर्यन्तं किमपि प्रश्नाः सन्ति अग्रे गच्छामि. सः यः कः? एषः कः? 6144390974. ऐ थिङ्क् इट् इस् मोहिनी भगिनी. मोहिनी, परन्तु किमर्थं सा सम्भाषणं न करोति? She couldn't download the app on her computer or iPad, so mm-hmm. she just is the listening mode. She doesn't see anything what you are seeing. She's just listening. iPad, iPhone madhye. Phone madhye asti. Takto atra pashyami, parantu सा किमपि द्रष्टुमपि न शक्नोति वा? आं भगिनि, मे बि नेक्स्ट् क्लास् दे विल् फिक्स् वाट् अवर् वाट् इस् नीडेड्. ओके. सुनीता आल्सो कुडन्ट् जायिन् बिकास् शी कुडन्ट् डौन्लोड् दि आप् आन् अर् ऐपेड्. FCC app? On her Apple computer or iPad, I don't know what. Oh, because I have downloaded in iPad FCC without problem. Okay, yeah, I tried to download on my iPad and it's saying, mine is very old, so it says it is not compatible. Oh, okay. ओके एतत् सर्वं तु मोबैल् मध्ये तु आगच्छति हा समस्या नास्ति ओके अग्रे गच्छामः हा द्वितीयकरपत्रम् आरम्भं कुर्मः धातुगणपरिचयः आं भगिनि एड्वेञ्चरस् ओके जया आरम्भं करोतु अस्मि धातुगणपरिचयः ध्वनिमुद्राणि प्रथमपाठे यानि ध्वनिमुद्राणि सन्ति तेषु अस्य पाठस्य अपि चर्चा क्रियते ओके यत्किमपि वयं तत्र पठितवन्तः तस्य इदानीं पश्यतु पश्यन्तु कोष्टकरूपे किं टेब्युलर् फार्म् आमां वयं करिष्यामः तत्र तु वयं केवलं परिशीलनं कृतवन्तः इदानीं टेब्युलर् फार्म् मध्ये स्थापयामः ओके पठतु एतावता अस्माभिः दृष्टं यत् धातूनां दशगणाः सन्ति तथा च विकरणप्रत्ययेन गणाः भिद्यन्ते पठति पठ योग अ योग ति पठ धातुः अर्थं निर्दिशति अ विकरणप्रत्ययः गणं निर्दिशति तिङ् प्रत्ययः लकारं निर्दिशति ओके यावत्पर्यन्तं वयं रिपिटेशन् कृतवन्तः विकरणप्रत्ययस्य मूलरूपं भवति धातुतः क्रियापदस्य निर्माणार्थं सोपानानि सन्ति सोपानेषु विकरणप्रत्ययस्य रूपं परिवर्तते उदाहरणार्थं द्वादिगणे विकरणप्रत्ययः शप् सोपानेषु लट्लकारस्य प्रथमा पुरुषैकवचनरूपस्य निर्माणे विकरणप्रत्ययः शप् अ इति भवति एवमेव दशसु लकारेषु ओके यावत्पर्यन्तं वयं दृष्टवन्तः किमस्ति गणः द्वादिगण अदादिगण ज्योत्यादिगण तत्सर्वं वयं दृष्टवन्तः तत्र प्रतिगणस्य विकरणप्रत्ययविषये अपि दृष्टवन्तः अनन्तरं यदा वयं लट्लकाररूपं स्वीकुर्मः लट्लकारस्य प्रथमपुरुषस्य एकवचनप्रत्ययस्य आकृतिः इत्युक्ते अन्तिमभागः अथवा यद्भागं वयं स्वीकृत्य उपयोगं कुर्मः पदनिर्माणसमये तदस्ति एतत् सर्वम् ओके अत्र नास्ति अत्रापि नास्ति दृष्टवन्तः न परन्तु अत्र नास्ति तृतीयगणे नास्ति इति वदामः परन्तु अन्यकार्यं भवति तत्र द्वित्वं भवति न ज्योत्यादिगणे द्वित्वं भवति एतत् स्मर्तव्यम् ओके सो टेबुलर् फार्म् मध्ये तत् सर्वं यत् वयं पठितवन्तः पूर्वस्मिन् करपत्रे तत् अत्र बहु सम्यक्तया स्थापितम् अस्ति ओके ओके अग्रे यावत्पर्यन्तं प्रश्नाः सन्ति अग्रे पठति आं भगिनि मम समीपे करपत्रम् इदानीं डौन्लोड् नास्ति भगिनी, द्वितीयवर्गस्य इदानीं फोन् मध्ये दृष्टवती. अहं तु उद्घाटितवती. तृतीयपठितं वा? हा, तृतीयभागः. द्वितीयभागः अहं किमपि न पठामि, कारणं वयं दृष्टवन्तः, इदानीमेव सर्वं दृष्टवन्तः. यत् दृष्टवन्तः तत् टेबुलर् फार्म् मध्ये स्थापितम् अस्ति. ओके, अस्तु. इदानीं तृतीयं पठतु. उपरिष्टिते उपरिष्टिते कोष्टके पश्यामः यत् मूलविकर्णप्रत्ययेषु बहुत्र व्यञ्जनानि सन्ति, किन्तु तस्मिन् एव कोष्टके पश्यामः यत् लट् लकारे आधिक्येन तानि व्यञ्जनानि न तिष्ठन्ति. किमर्थम् इति चेत् सोपानेषु तानि व्यञ्जनानि अपगच्छन्ति, नाम तेषां लोपः भवति. यस्य लोपः भवति तस्य विशिष्टं नाम अस्ति इत् इति संज्ञा. तर्हि विकर्णप्रत्ययेषु बहुत्र व्यञ्जनानाम् इत् संज्ञा भवति. किमर्थम् आरम्भे एतानि व्यञ्जनानि आसन् यदि गच्छन्ति एव? तैः वर्णैः कार्यं निर्दिष्टम् अस्ति, अपि च तत् कार्यम् एषां वर्णानां गमनानन्तरम् अपि सिद्ध्यति. तत् कार्यं किम् इति अग्रे पश्यामः. ओके, कण्णम्मा. अस्तु अस्तु भगिनि, अस्तु अस्तु भगिनि, अवगतम् अवगतम्. ओके, किम् अवगतवती? किञ्चित् अवगतम्. उदाहरणं, बहुत्र व्यञ्जनानि सन्ति किन्तु तस्मिन्नेव लट् लकारे अधिकेन तानि व्यञ्जनानि न तिष्ठन्ति, किञ्चित् अपगच्छति. किमर्थम् इति इदानीम् अहं न जानामि. तेषां लोपः कथं भवति, किमर्थं किञ्चित् व्यञ्जनानि तिष्ठन्ति, ये अहं न जानामि. इत्संज्ञा सूत्रं विकर्णप्रत्ययेषु बहुत्र व्यञ्जनानाम् इत्संज्ञा भवति, तद् विषये अहम् अग्रे पश्यामि इति अहं मन्ये. ओके, अतः उदाहरणं स्वीकरोतु एकं. शप् स्वीकरोतु, अन्यथा शन् स्वीकरोतु, यत्किमपि मनसि आगच्छति स्वीकृत्य किञ्चित् तदेव वदतु. शप् प्रत्ययः अस्ति चेत् शकारः आ पकारः अस्ति, तत्र सकारः पकारः अपगच्छति. अवशिष्यति अवशिष्टभागः. ओके, इदानीं प्रश्नः उदेति, यदा वयं शकारपकारयोः लोपकार्यमेव कुर्मः तदा स्थापितमस्ति? किमर्थम् अस्ति? ओरिजिनल् भागे शकारपकारद्वयमपि अस्ति, परन्तु अन्तिमभागे अकार एव वयं स्वीकुर्मः. किमर्थं विषये किमपि ज्ञातवती? महेश्वरसूत्राणि आधारित तद् भवति भगिनी. ओके, माहेश्वरसूत्रविषये अत्र न आगच्छति, अन्य किमपि कारयति. ओके, सीतालक्ष्मी, एतदेव पुनः पठतु. अस्ति वा न? शीतालक्ष्मी अस्ति महोदय ओके यत् कण्णम्मा पठितवती तदेव पुनः पठतु अनन्तरं यदा अवगतवती मम प्रश्नस्य उत्तरं दातुं शक्नोति ददातु उपरिस्थिते कोष्टके पश्यामः यत् मूलविकरणप्रत्ययेषु बहुत्र व्यञ्जनानि सन्ति किन्तु तस्मिन् एव कोष्टके पश्यामः यत् लट्लकारे तिष्ठन्ति किमर्थम् इति चेत् सोपानेषु तानि व्यञ्जनानि अपगच्छन्ति नाम तेषां लोपः भवति यस्य लोपः भवति तस्य विशिष्टं नाम अस्ति यत् संज्ञा तर्हि विकरणप्रत्ययेषु बहुत्र व्यञ्जनानां यत् संज्ञा भवति किमर्थम् आरम्भे एतानि व्यञ्जनानि आसन् यदि गच्छन्ति एव तैः वर्णैः कार्यनिर्दिष्टम् अस्ति अपि च तत्कार्यम् एषा वर्णानां गमनानन्तरम् अपि सिध्यति तत् कार्यं किम् इति अग्रे पश्यामः ओके मम प्रश्नः किं शप् इति अस्ति यत् वयं स्वीकृतवन्तः उदाहरणार्थं तत्र शकारपकारः तु वयं न स्वीकुर्मः उपयोगभागः केवलम् अकारः स्वीकुर्मः अतः किमर्थं सकारपकारः स्थापनीयं केन कारणेन विभजनं करोमि शकार अकार पकार एकः वर्णः स्वीकरोमि अकारः परन्तु शकारपकारः विकरणभागः अकारः अहं तु निष्कास्यामि यदा वयं निष्कासनं कुर्मः तत्र स्थापनमेव किमर्थं करणीयम् यस्य लोपः भवति विकरणप्रत्ययेषु बहुत्र व्यञ्जनानां संज्ञा इत्संज्ञा भवति ओके तस्मिन् विषये अनन्तरं पश्यामि अनन्तरं पश्यामि एतानि व्यञ्जनानि गच्छन्ति एव एतानि व्यञ्जनानि गच्छन्ति एव वर्णानां गमनानन्तरं लोपः भवति न अकार न भवत्याः स्पष्टीकरणं स्पष्टं नास्ति व्यञ्जनानि अपगच्छन्ति महोदय शकारः व्यञ्जनमस्ति पकारः व्यञ्जनमस्ति गच्छन्ति यदा आकार तेषाम् उपयोगः एव नास्ति किमर्थं स्थापनीयम् आदिमे पूर्वं किमर्थं तस्य उपयोगं वयं कुर्मः अनन्तरं वदामः ओके फैन् गेट् औट् न पकारशकार तु गेट् औट् भवति न केवलम् अकारः वयं स्वीकुर्मः ओके यदा वयं गेट् औट् कुर्मः वदतु अकारम् एव स्वीकरोमि न शप् इत्युक्ते अकारः इत्यर्थम् उत्तरम् यत्र उत्तरं दातव्यं तत्र न गतं पद्मजा पद्मजा भवत्याः समीपे उत्तरमस्ति एतस्य समाधानार्थम् अहं प्रयत्नं करोमि वा महोदय एकनिमिषं एकनिमिषं पल्लवी न पल्लवी अनन्तरं पद्मजा प्रथमं पद्मजा रीजन् अस्ति भवत्याः मनसि अस्माकं हस्ते यदा वयं पश्यामः पश्यतु शप् इति अस्ति श अ प अत्र केवलम् अ इति वयं रिटर्न् कुर्मः, स्वीकुर्मः योजनार्थं। शप् स्थापितं तु अस्ति परन्तु निष्कासनमपि भवति, अतः प्रश्नमुदेति किमर्थं स्थापनीयं यदा वयं तस्य निष्कासनं कुर्मः। प्रश्नमवगतम् पद्मजा? न ओके, पल्लवी भवती एव वदतु। अत्र लिखितमस्ति तैः पर्णैः कार्यं निर्दिष्टमस्ति, अपि च तत् कार्यम् एषां पर्णानां गमनानन्तरम् अपि सिद्ध्यति। तर्हि शकार पकार च तत् यदा गच्छति तदा किमपि कार्यं कुर्वन्ति अनन्तरं गच्छन्ति, कार्यं कृत्वा अनन्तरं गच्छन्ति। पुनः पुनः वदतु। शकारः पकारः गच्छति, ओके, किमपि कार्यं कृत्वा एव गच्छति, तद् निर्दिष्टं कार्यं यत् शकारः पकारः तु गतं, केवलम् अकार वयं स्वीकुर्मः, किं कार्यं कृतवन्तः? तदेव तद् निर्दिष्टं कार्यं यत् अस्ति शकारस्य वा पकारस्य, तद् निर्दिष्टं कार्यं कृत्वा एव गच्छति। एतद् कृतम् ओय् ओय् यथा ओकारः यथा क्षालयति वयं पश्यामः अन्तिम, तर्हि शल इति धातु अस्ति परन्तु शकारस्य आ शकारपरे आ इति तिष्ठति, तर्हि यत्किमपि विकरणप्रत्यय अस्ति तत् तत्र यत्किमपि लोपः भवति तत् लोप आफ्टर् डूयिङ्ग् द वर्क् इट् गोस् अवे, लैक् दट् ऐ वाण्ट् टु से, सो लैक् द वर्क् इट् गोस् अवे, सम् वर्क् इस् असैन्ड् टु एव्री अहं सन्तुष्टा न भगिनि पद्मजा पद्मजा ओके मम वाय्स् न श्रूयते अत्र अकारम् एव स्वरः फिश् इप् व्यञ्जनानि व्यञ्जनानि त्यजितव्यम् अकार अकारः एव स्वरः अतः स्वीकरणीयम् ओ हो ओ महोदय अत्र पश्यतु य अस्ति अत्र व्यञ्जनम् अस्ति नो अस्ति अत्रापि व्यञ्जनम् अस्ति न अस्ति अत्रापि व्यञ्जनम् अस्ति ना अस्ति अत्रापि व्यञ्जनम् अस्ति अतः व्यञ्जनस्य निष्कासनम् इति भवती वदति चेत् तत्तु अहं स्वीकर्तुं न शक्नोमि अन्यत्र तु व्यञ्जनानि सन्ति केवलं स्वरस्य स्वीकरणं तु न अभवत् व्यञ्जनमपि स्वीकृतं न श्नु इति अस्ति केवलं सकार गतम् नु अवशिष्टम् एतस्य नु अभवत् ओके अस्ति नकारगतं न अवशिष्टम् न इत्युक्ते इन् प्लस् अकारः स्वरः अस्ति खलु न न स्वीकर्तुं न शक्नोमि पूर्णिमा भवत्याः समीपे किमपि अस्ति भिन्नम् महोदय तत्र यत् लिखितमस्ति ते द्वौ वाक्ये द्वे वाक्ये ओके ओके अग्रिम अवसरे उत्तरं किञ्चित् चिन्तयित्वा आनयन्तु अद्य अहं वदामि वा भगिनि अहं वदामि वा ओके वक्तुम् इच्छति चेत् वदतु कारणं समयं एकनिमिषं भगिनि एकनिमिषं स्वीकरोमि ओके ओके शप् एव विकरणप्रत्यय शप् मध्ये शकारः अकारः पकारः भवति पाणिनिसूत्रमध्ये शकारः पकारः लोपः भवति अत्र तिष्ठति न दृश्यते अतः आ एव स्वीकरोमि न उत्तरं तु स्पष्टं नास्ति. अग्रिमः पुनः एतस्य विषये ओके चलो ॐ पूर्णमदं पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते. ॐ शान्ति शान्ति शान्तिः. धन्यवादः. ऐ एम् लिविङ्ग् आल् इन् बिग् सस्पेन्स् किमर्थम्. धन्यवादः भगिनि. धन्यवादः भगिनि. धन्यवादः. अहं निश्चयं प्रयत्नं करोमि भगिनि. अस्तु भगिनि. किमस्ति एतद् भागं यदस्ति सम्यक्तया परिशीलनं कुर्वन्तु तदा तत्र एव मिलिष्यति. ओके.